नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। लुङ्लकारे लुङ्लकारः कर्मणि भावे च इति पाठः। गतसप्ताहे वयं हन् धातोः विषये किञ्चित् चिन्तनं कृतवन्तः, स्थानिवत् भावः इति। तत्र स्थानिवत् आदेशो अनल् विधौ इति सूत्रम् आसीत्। इत्यनेन आदेशः स्थानिवत् भवति, सामान्येन आदेशः स्थानिवत् भवति, परन्तु यथा तत्र अल् विधिः, केवलम् अल् विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति, परन्तु तथा यदा अल् विधिः अस्ति चेत्, अनल् विधौ इति उक्तत्वा, तत्र अल् विधिः अस्ति चेत् तत्र स्थानिवत् न भवति आदेशः। परन्तु यदा अल् विधिः नास्ति चेदपि अनल् विधिः अस्ति चेत् तत्र अशास्त्रीयकार्यम् अस्ति चेत् तत्र द्वितीय विधिसूत्रेण तद् निषेधः भवति, तस्य निषेध द्वितीयं कार्यं निषिद्धं भवति, येन अत्र अशास्त्रीयकार्यं सञ्जातम् इति कृत्वा तत्र स्थानिवत् आदेशः न स्वीकुर्मः इति अपि वयं दृष्टवन्तः। अतः तत्र तस्मात् ह्रस्वातङ्गात् इत्यस्य प्राप्तिः सकारलोपः भवति इत्येव प्रश्नस्य उत्तरं। किमर्थम् अत्र एतादृशचिन्तनम् इत्युक्ते, ह्रस्वातङ्गात् इत्यनेन सकारलोपः भवति वा न वा इति प्रश्नः आसीत्। तत्तु सकारलोपः भवति एव, अथवा तत्तु अशास्त्रीयम् इति मत्वा तत्र दोषः भवति इति कारणेन तत्र सकारलोपः अनेन यद्यपि स्थानिवत् भावः स्वीकुर्मः चेदपि अत्र तस्य अशास्त्रीयं कार्यं सञ्जातम् इति कृत्वा तत्र न भवति, ह्रस्वादङ्गात् इत्यस्य प्राप्तिः भवति, सकारलोपः भवति इत्येव, स्थानिवद्भावः न भवति इति नियमः अत्र अस्मिन् सन्दर्भे। तत्र इतोपि एकः परिच्छेदः आसीत् तत्र स्थानिवत् आदेशो अनल्विदौ इति, तद् एकवारं पठित्वा अग्रे अग्रिमम् अस्ति अचः परस्मिन् पूर्वविदौ, तदपि पठामः। रघुपतिमहोदय, अन्तिमपरिच्छेदः स्थानिवत् आदेशो अनल्विदौ इति अतिदेशसूत्रम्। स्थानिवत् आदेशो अनल्विदौ प्रथमाध्यायस्य प्रथमपादस्य षट्पञ्चाशत्तमं सूत्रमस्ति इति अतिदेशसूत्रम्। आदेशः स्थानिना तुल्यं भवति, किन्तु स्थानिसम्बन्धस्य अल्वर्णस्य आश्रयं कृत्वा अग्रे कोऽपि विधिः अस्ति चेत्, इत्युक्ते कार्यमस्ति चेत् तुल्यं न भवति। स्थाने अष्टप्रकारकाः कुत्र अस्ति भगिनि? करपत्रे एव, करपत्रे स्थानिवत् आदेशो अनल्विदौ इति अन्तिमपरिच्छेदः। हन् धातोः बद आदेशः, तस्मात् पूर्वम् एकः परिच्छेदः। ओके, स्थानिवत् आदेश इति सूत्रे भागद्वयम् अस्ति? न, भागद्वयम् इति न, तद्वयं न समापितवन्तः किल गतसप्ताह। ओके, अस्तु महोदय, द्वितीयम् अस्तु। स्थाने अष्टप्रकारकः भवन्ति। अत्र स्थानिवत् आदेश अनुविध इत्युक्ते तत्र स्थानेन तुल्यं भवति इति अस्ति इति आदेशः, परन्तु अल्वर्णस्य आश्रयं कृत्वा कोऽपि विधिः अस्ति चेत् तत्र तुल्यं न भवति इति अस्ति। इदानीं स्थाने अष्टप्रकारकाः, धातुः, अङ्गं, कृत्, तद्धित, अव्ययं, सुप्, तिङ् पदञ्च इति, येषाम् अष्टानां स्थाने कोऽपि आदेशः भवति चेत् सा आदेशः तद्वत् भवति। यदि धातोः स्थाने कोऽपि आदेशः भवति धातुवत् भवति, अङ्गस्य अङ्गवत् तदपि अङ्गः भवति, कृत् अस्ति चेत् तत् कृत् प्रत्यये एव कार्यं करोति, तद्धितस्य तद्धितप्रत्यये, अव्ययम् अव्ययं भवति, सुप् स्थाने कोऽपि आदेशः भवति तदपि सुप् प्रत्यये एव इति स्वीक्रियते, तथैव तिङ् अपि च पदं च। अतः धात्वादेश अस्तु दत्तमस्ति, अतः धात्वादेशः भवति चेत् नाम धातोः अथवा धातोः भागस्य स्थाने आदेशः भवति चेत् नूतनरूपस्य अपि धातुसंज्ञा भवति। एवमेव अङ्गस्य अथवा तद्भागस्य स्थाने आदेशः भवति चेत् तदानीम् अङ्गसंज्ञा तिष्ठति. कृत् तदित इत्यग्रे अपि तथैव. किन्तु अनल्विधौ अनल्विधौ तादृशः भवति. न अल्विधिः अनल्विधिः नैतत्पुरुषसमासः तस्मिन् अनल्विधौ. अल्विधिः अपि स्वयं तत्पुरुषः, तस्य च चतुर्विधविग्रहवाक्यं भवति. अलाविधिः तृतीयतत्पुरुषः. यानि कार्याणि भवन्ति स्थानिनः अल्वर्णस्य कारणतः, नाम तम् अल्वर्णं निमित्तीकृत्य इति प्रथमः अलाविधिः इति तृतीयतत्पुरुषः. इत्युक्ते यानि कार्याणि भवन्ति स्थानिनः अल्वर्णं स्थानिनः अल्वर्णस्य कारणेन कोऽपि अथवा अल्वर्णनिमित्तीकृत्य कोऽपि अन्यकार्यं भवति तत् अलाविधिः इति भवति. अलः विधिः इत्युक्ते तत्र पञ्चमी तत्पुरुषः. यानि कार्याणि भवन्ति स्थानिनः अल्वर्णस्य अनन्तरम् अलः विधिः इति अल् इत्यस्य पञ्चमी अलः इति स्थानिनः. भगिनी क्षम्यतां भगिनि, वाट् इस् द पेज् नम्बर् भगिनि? ऐ एम् स्टिल् नाट् सारी. द्वयमस्ति खलु स्थानिवत्साद अनल्विधौ इति. ऐ एम् आन् पेज् 10, 10, 11. ओ एतत्तु स्क्रीन् मध्ये अस्ति पेज् नम्बर्. तत्र प्रथमकाले स्थानि, द्वितीयकाले आदेशः सर्वं दृश्यते वा? प्रथमकाले स्थानि, द्वितीयकाले आदेशः, तृतीयकाले कश्चन विधिः. अहन् धातोः अनन्तरं तत्र एकं परिच्छेदम्, अत्र कालत्रयस्य साधनार्थम् अनन्तरम् एकं परिच्छेदं प्रकृतस्थले प्रथमकाले स्थाने अनन्तरं स्थानि वात् आदेशः अनल्विधौ इति सामान्यसूत्रं किं सूचयति? अनन्तरं प्रकृतौ अह योगः स्थाः अनन्तरं स्थानिवत् आदेशः अनल्विधौ. तदेव वयं पठन्तः. ओ अत्र प्रकृतौ अह योगः स्थाः हन् धातोः वदः. PDF स्वीकृतवती वा? Not in the PDF, it is on the screen. It is on the screen. Tadeva. PDF, whenever Mahodayaha edits anything, it does not get updated in the PDF. That's why when we were reading only the PDF, we lost lot of things in between. अस्तु, अतः स्क्रीन् इस् बेटर्. इफ् यु वाण्ट् टु टेक् प्रिण्ट् औट् टेक् मार्क् दोस् पेज् प्लेसस् अण्ड् टेक् प्रिण्ट् औट् प्रिण्ट् PDF डोण्ट् टेक् प्रिण्ट् औट् फ्रम् PDF. ओ करपत्रं ओके ईमेल् मध्ये अस्ति वा भगिनि? ओके वेब्सैट् मध्ये आगच्छतु, नास्ति चिन्ता. बट् वेन्नेवर् यु वाण्ट् टु टेक् प्रिण्ट् औट् मार्क् दट् you can mark right, control c control v tadrasham karotu and then give print. I am okay. Astu bagini. Yeah. The PDF doesn't work. Okay, dhanyawad bagini. चतुर्विध विग्रहवाक्यं भवितुम् अर्हति. अल्विधिः इत्युक्ते अलाविधिः इत्युक्ते चतुर्दशः, अलः विधिः इत्युक्ते पञ्चमी तत्पुरुषः. यानि कार्याणि भवन्ति स्थानिनः अल्वर्णस्य अनन्तरम् इति अस्ति अलः विधिः पञ्चमी तत्पुरुषः. तस्मादिदुत्तरस्य तादृश यानि अल्वर्णस्य अनन्तरम् अल् स्थाने विधिः षष्टि तत्पुरुषः. तत्र यानि कार्याणि भवन्ति स्थानिन अल्वर्णस्य स्थाने इति अस्ति. अत्र स्थाने षष्टिस्थाने तादृश अलिपरे इत्युक्ते यानि कार्याणि भवन्ति स्थानिन अल्वर्णात् पूर्वं, यत् वयं सामान्य सप्तमीभक्तिनिमित्तं भवति तस्मिन् इति निर्दिष्टे पूर्वस्य तादृश अलिविधि इति. एषु चतुर्षु अन्यतम स्थितिर्भवति चेत् आदेशस्थानिवत् येषु चतुर्षु अन्यतमस्थितिः भवति चेत् आदेशस्थानिवत् न भवति इति अस्ति. एषु तत् चतुर्षु यत्कोपि भवतु अलविधि अलाविधिः अथवा अलिविधि अथवा षष्टि अलहविधि इति तत्र स्थानिवत् न भवति इति अस्ति. स्थानिवत् अव्ययपदम् आदेश प्रथमान्तम् अनल्विधि इदौ सप्तमन्तं त्रिपदविधं सूत्रं स्वयं सम्पूर्णम् इति आदेशस्थानिवत् अनल्विधौ इति तत्र स्पष्टमस्ति चिन्तयामि. तत्र सत्यं सत्यं तदेव पुनः पूर्वं दृष्टवन्तः सूत्रार्थः एव दत्तम् अत्र केवलं तत्र यदा महोदयेन उक्तम् अष्टप्रकारकाः धातु अङ्गं कृत् तद्धित अव्ययं सुप् तिङ् पदम् एतेषामेव उदाहरणानि वयं अष्टाध्यायी डाट् काम् मध्ये पूर्वं परिशीलितवन्तः. तत्र धातुः धातोः स्थाने आदेशः भवति चेत् कथम् अनल्विधिः स्थानिवत् भवति इति तादृशमेव अङ्गं कृत् तद्धित अव्ययं सुप् तिङ् पदम् एतेषां स्थाने यदा आदेशः भवति तत् कथं स्थानिवत् भवति इति तत्र यदा तत्र चतुर्विधविग्रहवाक्यम् अल्विधिः इति इत्यस्य अनल्विधौ एव स्थानिवत् भवति तत्तु नैतत्पुरुषः. अल्विधिः इत्युक्ते किम् इत्यस्य चतुर्विधविग्रहवाक्यं तत्र तृतीयतत्पुरुषः यदा कारणेन यानि कारणानि भवन्ति स्थानिनः तद् अल्व अर्णस्य कारणतः नाम अल्वर्णं निमित्तीकृत्य आश्रित्य यत्किमपि कार्यं भवति चेत् तत् स्थानिवत् न भवति. अल्विधिः इति कारणेन स्थानिवत् न भवति. अनन्तरं परविधिः परस्य विधिः अस्ति चेत् तत्र अलः इति पञ्चमी तत्रापि अल्वर्णस्य अनन्तरं यदि कारणं क्षम्यतां कार्यं भवेत् तत्रापि तदपि अल्विधिः इति कृत्वा तदपि न भवति. षष्टितत्पुरुषः स्थाने यदा अल्वर्णस्य स्थाने यत्किमपि विधानं करणीयं तदपि न स्थानिवत् न भवति. कार्यं तु भवति स्थानिवत् न भवति. समानरीत्या सप्त इति चतुर्षु स्थलेषु तत्र आदेशः स्थानिवत् न भवति. यदा अल्विधिः अस्ति चेत् स्थानिवत् न भवति. अनल्विधिः अस्ति चेत् कार्यं भवति. अवगतं वा? अस्तु. तत्र हन्धातोः वध इति आदेशः भवति तत्र कथम् इति पश्यामः. तत्र एव अस्माकम् अचः परस्मिन् पूर्वविधौ इति आगच्छति तत् पश्यामः. शिवल्ली भगिनी पठति वा हन्धातोः वध इति आदेशः? हन्धातोः वध आदेशः हनो वधलिङ्गि 2442 हन्धातोः वध आदेशः भवति आर्धधातुके लिङ्गि आशीर्लिङ्गि इति विवक्ष. हनः षष्ठ्यन्तं वध लुप्तप्रथमाकं पदं लिङ्गि सप्तम्यन्तं त्रिपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं हनः वधः लिङ्गि आर्धधातुके. सो हन्धातोः स्थाने वध इति आदेशः भवति आर्धधातुकप्रत्यये परे लिङ्गि लिङ्गि इति आशीर्लिङ्गि इति विवक्ष. सत्यं सत्यं समीचीनम्. लुङ्गि च हन्धातोः वध आदेशः भवति आर्धधातुके लुङ्गि सेम् आदेशः भवति. तत्र लुङ्गि च इति पृथक्तया सूत्रम् उक्तमस्ति. लुङ्गि च हन्धातोः वध आदेशः भवति आर्धधातुके लुङ्गि लुङ्गि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं हनो वध लिङ्गि इत्यस्मात् हनो वध इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रं हनः वधः लुङ्गि. आत्मनेपदेषु अन्यतरस्यां हन्धातोः वध आदेशः भवति आत्मनेपदेषु अन्यतरस्याम् आत्मनेपदेषु सप्तम्यन्तम् अन्यतरस्यां सप्तमी प्रतिरूपं रूपक अव्ययं द्विपदमिदं सूत्रं हनु वधलिङ्गि इत्यस्मात् हनु वध इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रं हनः वधः आत्मनेपदेषु अन्यतरस्याम् अन्यतरस्यां विकल्पेन विकल्पेन अन्यतरस्याम् इत्युक्ते तत्र सप्तमी प्रतिरूपकम् अव्ययम् इति उक्तमस्ति तद् अन्यतरस्याम् इति सप्तमी रूपेण दृश्यते परन्तु अव्ययम् अव्ययम् अतः सप्तमी प्रतिरूपकम् अव्ययम् अतः हनः वधः इति आदेशः हन्धातोः वत् इति आदेशः आत्मनेपदेषु एव भवति परन्तु विकल्पेन विकल्पेन समीचीन आम् अग्रे अपि भगिनि वत् धातुः धातुः अदन्तः डेट् च अतो लोपः अदन्त अङ्गस्य सत्व अकारलोपः भवति आर्धधातुके प्रत्यये परे येन विधिः तदन्तस्य इत्यनेन अतः अङ्गस्य नाम न केवलं ह्रस्व अकारः इति अङ्गस्य अपि तु ह्रस्व अकारान्तस्य अङ्गस्य अनोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः न तु अङ्गस्य उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम् अतः षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम् अनुदात्तोपदेशवनति तनुत्यादीनाम् अनुनासिकलोपः जलि निति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः अङ्गस्य आर्धधातुके इत्यनयोः अधिकारः इति अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य लोपः आर्धधातुके उपदेशे सो उपदेश अवस्थायां अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति आर्धधातुकप्रत्यये परे समीचीनम् अतोलोपः इति परिचितं सूत्रमेव तस्य आधारेण एव अचः परस्मिन् पूर्वविधौ इति आगच्छति यदा स्मरन्ति चेत् पूर्वं वयं कथायोगः णिच् इति धातुः कृतवन्तः तत्रापि एतादृशी स्थितिः एव आसीत् अतोलोपः अनन्तरम् अथोपदायाः इत्यस्य प्रसक्तिः अस्ति वा नास्ति वा इति प्रश्नः अचः परस्मिन् पूर्वविधौ इति तत्रापि आगच्छति समाना प्रक्रिया अत्रापि भगिनि अत्र किमर्थं तत्र सप्तमी प्रतिरूपकम् अव्ययम् इति दत्तमस्ति अनतरतमिति विकल्पः इति वयं पूर्वं वैकल्पिकम् इति वयं दृष्टवन्तः खलु किमर्थ विशेषमस्ति वा तत्र सप्तमी प्रतिरूपकम् अव्ययम् इति वैशिष्ट्यमस्ति वा श्रूयते वा हलो आम् श्रूयते वा अहं तु म्यूट् मध्ये आसम् अन्यतरस्याम् इति यत् पदमस्ति तद् सप्तम्याम् एव अस्ति किल श्रूयते वा अन्यतरस्याम् लथायाम् अथवा नद्यां किमपि वयं सर्वत्र तादृश न पूर्वं पठितवन्तः तत्र वा इत्येव अन्यतरस्याम् अन्यतरस्याम् आगच्छति किल विकल्पेन इति आम् आम् सत्यं तत्र तत् पदं यत् पदम् अन्यतरस्याम् इति अस्ति तद् अव्ययपदमस्ति परन्तु सप्तमी रूपेण रूपकमस्ति विकल्पेन इति यदा वदामः तत्र तृतीया अस्ति किल परन्तु विकल्पेन इति अव्ययं नास्ति विकल्पः इति अपि अस्ति किल तदेव तादृशमेव अतः एव अत्र अन्यतरस्याम् इति प्रतिरूपकम् अव्ययं बहुत्र आगच्छति प्रतिरूपकम् अव्ययम् इति इत्युक्ते तद् विभक्तिरूपं इव दृश्यते परन्तु विभक्तिः नास्ति अव्ययमस्ति इतोपि एकं क्रियाविशेषणं शीघ्रेण गच्छति. शीघ्रेण सत्यं सत्यं सत्यम् अव्ययमस्ति, परन्तु विभक्तिरूपकम् अव्ययम् अत्र सप्तमी प्रतिरूपकम् अव्ययम् इति प्रतिरूपकम् इत्युक्ते कापि इव इत्येव अर्थः किल प्रतिरूप जेराक्स् सिमिलर् आं भगिनि अजः परस्मिन् असः परस्मिन् पूर्वविधो परनिमित्तिकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये. अचः स्थाने यः आदेशः सः अजादेशः. यस्य स्थाने आदेशः विधीयते सः स्थाने. अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः सः पुनः मूलः अच् इव स्थानिवत् भवति. पूर्वविधौ नाम सा स्थितः स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते. परस्मिन् इति निमित्तसप्तमी, पूर्वविधौ इति विषयसप्तमी. पूर्वस्य विधिः पूर्वविधिः षष्ठितत्पुरुषः, तस्मिन् पूर्वविधौ. अचः षष्ट्यन्तं परस्मिन् सप्तम्यन्तं पूर्वविधौ सप्तम्यन्तं त्रिपदमिदं सूत्रम्. स्थानिवत् आदेशः अनल्विधौ इत्यस्मात् स्थानिवत् आदेशः इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ. परनिमित्तिकः अच् आदेशः स्थानिवत् भवति. आदेश अच् आदेशः परनिमित्तिकः इति इत्युक्ते भगिनि यत्र निमित्तं परे भवेत् परस्मिन् इति निमित्त सत्यं. तद् उदाहरणं यदा वयं पश्यामः तत्र स्पष्टं भवति. अत्र स्थानिवत् आदेशः अनल्विधौ इत्यनेन स्थानिवत् अनन्तरं किं पूर्वविधौ न क्षम्यतां स्थानिवत् आदेशः इत्येव तत्र अनुवृत्तिः आगच्छति. अल्विधिः वा अनल्विधिः वा इति तत्र अस्मिन् विषये तत्र किमपि आवश्यकः नास्ति. तत्तु मुख्यं नास्ति. पाल्विधिः भवतु अनल्विधिः भवतु किमपि भवतु, परनिमित्तिकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्यं. स्थानिवत् भवति तावदेव, पूर्वविधौ कर्तव्यं. तद् यदा वयम् अस्माकं वद् धातुः चिन् तत्र वयं पश्यामः. भगिनी तद् समापयतु. पर्जन्यवत् लक्षणप्रवृत्तिः, पर्जन्यवत् लक्षणप्रवृत्तिः कृतकारि खलु अपि शास्त्रं पर्जन्यवत् इति महाभाष्यवाक्यं. वृष्टिः सर्वत्र एकरीत्या एव भवति. जलम् अधिकम् अल्पं वा स्यात् वृष्टिः भवति चेत् समान एव भवति. एवं सर्वत्र समानरूपेण यस्य अन्वयः भवति तस्य विषये अयं न्यायः प्रवर्तते. वृष्टिः अल्पं वा अधिकं वा परन्तु वृष्टिः भवति चेत् समानम् एव भवति इति. न तत्र पर्जन्यवत् लक्षणम् इति बहुवारम् उक्तं किल, तत्तत् तस्य वाक्यं किम् इति इदानीमेव तत्र उल्लिखितं. कृतकारी खलु अपि शास्त्रं पर्जन्यवत्, तत्र पर्जन्यवत् भवति. शास्त्रम् इत्युक्ते सूत्रं यत् वयं प्रयोगं कुर्मः येन विधीयते, तत् वृष्टिः तु समानमेव भवति पर्जन्यवत् लक्षणम् इति. तत्र भवति चेत् सर्वत्र तत् तस्य प्रयोगः भवति इत्येव. तद् सर्वत्र समानमेव भवति इति सत्यं. तत्र समुद्रः अस्ति, तत्र अधिकं जलं मास्तु इति अल्पम्. अनन्तरं गृहस्य किं वदामः कूपः, तत्र अधिकं जलम् इति तादृशं न जलम् आगच्छति किल. तत्र सर्वत्र समानमेव वृष्टिः भवति किल, तादृशं भवति. आं भगिनि विजया भगिनि प्रश्नः आसीत् वा महोदय? महोदय अत्र कल्वपि इत्युक्ते किं खलु अपि तत्र सन्धि कृतकारी कृतकारी खलु अपि शास्त्रं पर्जन्यवत् पर्जन्यवत् इत्युक्ते वृष्टिः वत् वृष्टिवत् कार्यं पूर्वं कृतमपि यद् कार्यं यद् कार्यं भवति खलु अपि तस्य एव सन्धिः खलु अपि इति जातः शास्त्रं पर्जन्यवत् पर्जन्यवत् इत्युक्ते वृष्टिः वृष्टिवत् भवति स्पष्टं वा धन्यवादः भगिनि इदानीं किञ्चित् रूपं साधयामः अनन्तरम् अग्रिमदातुं प्रति गच्छामः इदानीं हन् धातोः वद् इति आदेशः जातः उषा भगिनी आरम्भं करोति वा प्रथमपुरुष एकवचनम् अस्तु भगिनि हन् धातोः कृते वद इति आदेशः तत्तु लिङ्गि एव भगिनि वद् धातुः अतन्तः सेट् ओके सेट् ओके सेट् इति कृते ई इषाताम् इषत इष्टाः इषाथाम् इड्वम् इषि इष्वहि इष्महि ओके चिन्वद् भावः प्रथमपुरुष एकवचनं ई इति प्रत्ययः वद् इति वद् धातोः कृते चिन्वद् भावः अस्ति भगिनि हन् गृह दात्या हन् गृह सो वद इति आदेशः आदेशः अपि वद् धातोः वद् धातोः अपि हन् हन् इव सो वद् वद् योगः इकारः न अवद् अवद् योगः इकारः अवधि दट्स् आल् भगिनि अवद् योगः इ नो वृद्धि वृद्धि भवति अवद् योगः इ वृद्धि अथ उपदा अवध अवध योगः इ अवद् अवध अवधयोगः कथा कथा धातुः स्मरतु कथधातोः इव स्थानिवद्भावं स्वीक्रियते अचप्परस्मिन् पूर्वविधौ इत्यनेन तेन अवध न प्रथमम् अकारलोपः केन सूत्रेण इति वदतु आर्धधातुकप्रत्ययः परः अस्ति सो अतो लोपः इत्यनेन अवद इति अवद् इति भवति अतो लोपः इत्यनेन परनिमित्तकार्यं परनिमित्तिककार्यं परनिमित्तिक अजादेशः परनिमित्तिक अजादेशः स्थानिवद्भावं स्वीक्रियते पूर्वविधौ कर्तव्ये पूर्वविधौ अत्र अत उपादायाः अत उपादायाः इति पूर्वदैशिक पूर्वस्थल विधिः अस्ति वकार वद वद् इत्यस्य कृते वकार उत्तरवर्ति अकारस्य कृते अथ उपादायाः इत्यनेन वृद्धिः अस्ति वा नास्ति वा इत्यनेन एव अचपरस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः अचः इव दृश्यते इत्यनेन लोपः अचः इव अकारः इव दृश्यते इत्यनेन वृद्धिः नास्ति सो अवद् एव अवद् नो अवद नो अवद् अवद एव दृश्यते अवद योगः इ इव दृश्यते सो अवद योगः इ इति कृते स्थानिवद्भावः इत्यनेन वृद्धिः बाधकं भवति. सो अवधि एव अस्ति. अवधि इति अन्तिमरूपम्. अवधि इति एव अन्तिमरूपम्. समीचीनम्. अतः स्थानिकः अत्र अवध्योगः इ अतोलोपः जातः. इदानीं स्थानिकः अत्र अतोपदायाः इत्यस्य दृष्ट्या स्थानी धकारः एव दृश्यते. सो धकारः दृश्यते चेत् अतोपदायाः इत्यस्य प्रसक्तिः भवेत् किल. अन्तिम अकारस्य पूर्वं दकार एव दृश्यते खलु भगिनि. न अबध. समीचीनं. दकारोत्तरवर्ति अकारस्य लोपः जातः, अतो लोपः. इदानीम् अथ उपादायाः इत्यस्य सामान्यतया प्रसक्तिः भवेत्. अबध् योगः इ अचत् अचत् परस्मिन् पूर्वविधौ इति यदा वयं स्वीकुर्मः तत्र अत उपादायाः अचः परस्मिन् पूर्वविधिः अजादेशः पूर्वविधौ अत्र पूर्वविधिः इति अत उपादायाः दकारपूर्व उत्तर दकारपूर्व अकारः अथवा वकारपूर्व अकार वकार उत्तर अकारः वकार उत्तर अकारः अथवा ढकारपूर्व अकारः इति पूर्वविधौ पूर्वविधि कृते. अजादेशः स्थानिवत् इत्यनेन अत उपादायाः इत्यस्य दृष्ट्या किं दृश्यते? अनेन अस्य कार्यं न भवति. अस्य कार्यं न भवति. किं दृश्यते? दट्स् वै ऐ थॉट इट्स् लैक् कार्यं भवति वा न वा, तदेव प्रश्नः. नो, कार्यं वृद्धिः न भवति भगिनि. न भवति किल? तद् किमर्थं न भवति? इदानीम् अवध्योगः इ इति अस्ति. अथ उपादायः यदा दकारः एव तद् पश्यति चेत् तस्मात् पूर्वं यद् अकारः अस्ति तदेव तस्य कार्यस्थानं किल. परन्तु तस्य दृष्ट्या इदानीम् अचः परस्मिन् पूर्वविधौ इति यदा वयं वदामः तत्र अथ उपादायाः इत्यस्य दृष्ट्या किं दृश्यते? स्थानी इति अथ उपादायाः इत्यनेन स्थानी इति धकारः एव दृश्यते भगिनि. अच परस्मिन् पूर्वविधौ इति कर्तव्ये. पूर्वविधौ इति स्थिते अत उपादायाः इति कृते पूर्वविधौ न प्रसक्तिः अस्ति. न प्रसक्तिः अस्ति बिकास् स्थानिवत् भावं दृश्यते. अकारलोप नास्ति इव दृश्यते. सो अन्तिम अकारस्य पूर्वं ध एव दृश्यते. अस्तु. अकारः नास्ति. उपदा अकारः नास्ति इत्यनेन वृद्धिकार्यं बाधकं भवति. सत्यम्. उपदायां दकारः इव दृश्यते तावदेव. सत्यं. तदेव. अजादेशः स्थानिवत् इत्यनेन अत उपादायाः दृष्ट्या उपादायां दकारः एव दृश्यते. अतः तस्य कार्यं न भवति. अवगतं वा? सर्वैः अवगतं वा? अरुणा भगिनि, विजया भगिनि, न अवगतं वा? अस्तु. न न अतो लोपः सत्यम्. उपादायां अपि न भवति एव. सत्यं तावदेव. किमर्थं तादृशं कुर्मः इत्युक्ते, यदा वयं तादृशं न कुर्मः चेत् अनिष्टरूपं साधयामः. यदा वयं कथायोगः णिच् इत्यत्र आसीत् तादृशम् अत्रापि अवादि इति किमपि भवति, तद् तादृशं रूपम् इष्टरूपं नास्ति. अतः वयम् अकारवत् तानिवत् अकारवत् भवति इति पूर्वविधिः उपदा सर्वं स्वीकृत्य तत्र कार्यम् अथ उपदायाः इत्यस्य कार्यम् अत्र न भवति तावदेव. अवधि अवधिशाताम् अवधिशत अवधिष्ठाः अवधिष्ठाः अत्र कार्यमस्ति वा? न न अवधिष्ठाः अवधिशाताम् अवधिड्वम् अवधिड्वम् अवधिड्वम् अवधिषि अवधिष्वहि अवधिष्महि सर्वत्र अस्ति वा? अचः परस्मिन् पूर्ववितौ इत्यस्य कार्यम् अच परस्मिन् पूर्ववितौ अत्र अत्र नाट् नीडेड् भगिनि. योगः ईशातं बधायोगः ईशाताम् ओ अत्र बट्ट ओ वद देन् वदे भवति सो स्थानिवद्भावम् ओ ओके सो देर् देन् अतो लोपः इस् नीडेड् देर् अतो लोपः इस् नीडेड् सो अवध् अस्ति चेत् एव अवधिशाताम् इति भवति. सो अतो लोपः इत्यस्य कार्यं फार् एव्रि प्रत्यय इट् इस् देर् ओके सत्यं. यत्र यत्र अतो लोपः इत्यस्य कार्यं सर्वत्र तत्र अतो उपादायाः इत्यस्य कार्यमपि तस्यापि प्रसक्त्याः सम्भावना अस्ति. अतः तत्र अच परस्मिन् पूर्वविधं वयं स्वीकुर्मः स्थानिवत् कुर्मः चेदेव तत्र वयं अवधिशाताम् इति साधयितुं शक्नुमः. ओके अस्तु सर्वत्र अवधिषि अवधिषि अवधिष्महि अवधिष्महि आं समीचीनं. चिन्वत् पक्षे एतत् धन्यवादः भगिनि. विजया भगिनि अपक्षे वदतु. आं महोदय अपक्षे अत्र ई सातां सत ताः सातां द्वं सी वहि महि इति अस्ति. अत्र धातुः किं वत् अस्ति सेत् अस्ति अतः ईडागमस्य प्रसक्तिः अस्ति. अत्र ई अस्ति एतत्तु किमस्ति सर्वत्र लुङ् अस्ति अतः सर्वत्र अडागमः भवति. अवद् इति प्रथमं धातुः अस्ति अवद् अनन्तरम् इकारः अस्ति. एतत् चिन्वद् अपक्षे सर्वत्र इडागमस्य कार्यं भवति. किं भवति अत्र एकनिमिषं भोः महोदय चिन्वत् अपक्षे अस्ति चिन्वत् अपक्षे अभावे सर्वत्र ईडागमः अस्ति चेत् अत्र समीचीनं भगिनि अवधि योगः ई इति चिन्न किल समानं यदा तत्र आगच्छति अत्रापि तदेव अवधि इति भवति अवधिशाताम् इति भवति अवधिश अनन्तरं ताः इति अस्ति अत्रापि अवधि ताः परन्तु अत्र सुभाषितकार्यं करोति तत्र सिद्धरूपे एव तद् स्थापितं किल इष्टाः इति सत्यम् अवधित्वम् अनन्तरम् सत्यम् सत्यं तत्रापि अतो लोपः इत्यस्य कार्यं तु भवति एव किल अवध् योगः अवधायोगः ईशाताम् ईशाताम् इति अस्ति तत्र तत्रापि चिन् नास्ति अतो लोपः भवति अवध् योगः ईशाताम् अवधिशाताम् अथ उपधायाः इत्यस्य प्रसक्तिः एव अत्र नास्ति तावदेव अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति आर्धधातुकप्रत्यये परे अतो लोपः अतः ईशाखाम् इत्यपि आर्धधातुकप्रत्ययः एव अतः तस्य प्रसक्तिः तु अस्ति एव अत उपादायः एव नित् णित् प्रत्यये परे किल तस्य कार्यम् अतो उपादायः समीचीनं वा अतः तत्र तस्य कार्यमेव न भवति यदा तस्य कार्यं नास्ति चेत् वयम् अस्माकं चिन्तनं तदा अचः परस्मिन् पूर्वविधौ इत्यस्य चिन्तनमेव न आवश्यकं तदवगतं वा किमर्थं पर्जन्यवत् लक्षणम् उक्तं तत्र तु किमपि पर्जन्यवत् इति किमस्ति अचः परस्मिन् पूर्वविधौ इति पर्जन्यवत् अस्ति वा तादृशं किमपि नास्ति किल भगिनि चिन्वत् अपेक्षे अपि रूपाणि समानानि आं सत्यं तदेव पर्जन्यवत् इति चिन्तयामि तदेव पर्जन्यवत् किम तत्र यद्यपि तत्र सर्वत्र समानरूपं तदेव पर्जन्यवत् प्रसक्तिः चेदपि प्रवृत्तिः इति कार्यम् अस्तु तदेव पर्जन्यवत् समीचीनं धन्यवादः भगिनि अरुणा भगिनि ग्रहधातुः पठति वा आं भगिनि नमस्ते भगिनि ग्रहे ग्रहो लिति दीर्घः एकान् ग्रहधातोः इडागमस्य दीर्घ आदेशो भवति अलिटि केवलम् आदुधातुकस्य इड्वलादेः इत्यनेन विहितस्य इडागमस्य दीर्घ्यं दर्घ्यम् इति महाभाष्ये ग्राहः पञ्चम्यन्तम् अलिटि सप्तम्यन्तं दीर्घः प्रथमान्तं त्रिपदं सूत्रम् आदुधातुकस्य इड्वलादेः इत्यस्मात् इट् इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा इतः एकाच् अपदेश उपदेशे अनुदात्तात् इत्यस्मात् एकाचः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुभूतिसहितसूत्रम् एकाचः ग्रहः अङ्गात् इतः दीर्घः अलिटि ग्रहधातुविषये नूतनसूत्रमस्ति ग्रहोलिटि दीर्घः सूत्रं वदति एकाच् ग्रहधातोः इदागमस्य दीर्घ आदेशो भवति अलिटि इति लिट् लिटि न भवति न लिटि अत्रपि भवति न तु लिटि अस्ति चेत् तदपि पठतु भगिनि केवलम् आर्धधातुकस्य इड्वलादेः केवलम् आर्धधातुकस्य इड्वलादेः इत्यनेन विहितस्य इदागमस्य दैर्घ्यम् इति महाभाष्ये न अवगतं भगिनि अत्र तत्र आर्द्रधातुकस्य इड्वलादेः इत्यनेन यद् इडागमः विहितः तस्य एव दीर्घता भवति. इत्युक्ते स्यासित् सीयुट् इत्यनेन यद् इडागमः विहितः तस्य दीर्घादेशः न भवति. अवगतं वा वेदः? न अवगतं भगिनि, पुनः वदतु भगिनि. ग्रह इति धातुः अस्तु, स्यासित् सीयुट् तासिषु भावकर्मणोः जनग्रहदृशा ग्रह इति उक्तं किल, तत्र स्यासित् सीयुट् इत्यनेन कार्यद्वयं विधीयते, एकं चिन्वद्भावः, द्वितीयम् इडागमः. इदानीं तत्र ग्रहोलिटि दीर्घः इति सूत्रं किं वदति? यद्यद् इडागमः ग्रहधातोः विधीयते तस्य दीर्घादेशः भवति अलिटि. इत्युक्ते लुङ्लकारे अपि भवेत्. परन्तु तत्र महाभाष्यवाक्यं किं वदति? आर्धधातुकस्य इड्वलादेः इत्यनेन विहितस्य इडागमस्य एव दीर्घता. इत्युक्ते चिन्वत् स्यासिट् सीयुट् इत्यनेन विहितस्य इडागमस्य का गतिः? दीर्घता न भवति. तावदेव विभाषेकः पठतु. विभाषेकः इत्यनेन ईटः ग्रहणम् अग्रयोगः इत्वं ग्रहो इति दीर्घः इति सूत्रेण अग्र ईद्वं दीर्घ इकारस्य दीर्घं भवति. विभाषेटः इदनेन ईकारस्य ग्रहणं भवति. अग्रहीद्वम् अग्रहीद्वाम् इति रूपद्वयं विभाषेटः इदनेन सूत्रं वदति. ईट् अति आगच्छति इति चिन्तनीयम्. अग्रह ईद्वम् अग्रो लिटि दीर्घः चित्रेण इकार ईद् दीर्घ भवति. विभाषेटः इदानीं विभाषितः किं वदति इति अग्रे अस्ति, तदपि पठतु भगिनि. इणः परः अग्रिमवाक्यमेव ग्रहो लिटि एक गृहधातोः गृहधातोः इडागमस्य दीर्घ आदेश भवति अलिटि. विभाषितः इणः परे यः इत् ततः परेषां शीद्वं लुङ् लिट् इत्येषां सम्बन्धकारस्य स्थाने मूर्धन्य आदेशो विकल्पेन भवति. इदानीं अग्रहयोगः ईत्वं तत्र इणः परः इट् अस्ति वा इति परिशीलयतु भगिनि. हकारः इण् प्रत्याहारे अस्ति वा? न अस्ति एव किल. अस्ति अस्ति. इण् इति पर्णकारः सर्वदा पर्णकारः हयवरट् लण् पर्यन्तम्. अतः हकारः इण् प्रत्याहारे अस्ति. इणः परः यः इट् ई इति इट् अतः तत्र विभाषेटः इत्यस्य कार्यम्. अतः एव रूपद्वयम् अग्रहीत्वम् अग्रहीत्वम् इति. इदानीं ग्रहधातोः रूपं वदतु भगिनि प्रथमपुरुष एकवचनं. अग्रयोगः ई चिन्वद्भावे अग्रही भवति. अन्य कार्यं किमपि अस्ति वा? अग्रयोगः ई ग्रहो दीर्घ भवति भगिनि. ग्रहोलिटि दीर्घः तत्र भवती चिन्वत् पक्षे वदति वा अपक्षे वदति वा? चिन्वत् चिन्वत् पक्षे. चिन्वत् पक्षे ग्रहोलिटि भवति वा? न जानामि भगिनि. इदानीं भवती एव पठितवती किल तद् वाक्यं प्रातः वाक्यमेव प्रथमवाक्यमेव पठतु तत्र एव उत्तरमस्ति एकाग्रः धातुः इदागमस्य दीर्घ आदेशो भवति अलिटि भवति ततः भवति तत्र महाभाष्यवाक्यं किम् आसीत् महावाक्यं वदति केवलं समीचीनं सत्य न भवति इत्येव सम्यक् अतः इदानीम् अग्रहयोग तत्र दीर्घत्वं न भवति परन्तु उपधायां कः वर्णः अस्ति अग्रह अकारः कार्यमस्ति किल चिण्णित् अस्ति अत उपदाय अत उपदायः इत्यनेन अग्राहि अग्राहि इति भवति अग्रिमं मध्यं पुरुषे अग्राहिषिताम् द्विवचने अग्राहिषाताम् अग्रहिष्टाः अग्रहिष्टाशातां बहुवचने रूपद्वयमस्ति अग्राहिद्वम् अग्राहिद्वम् सत्यम् तदुक्तं पुरुषे अग्राहिषि अग्राहिष्महि अग्राहिष्महि सम्यक् तावदेव समीचीनं केवलम् अत उपदायाः प्रथमपुरुषे एकवचने इदा चिन्वत् पक्षे उक्तवती धन्यवादः भगिनि महोदय चिन्वत् अपक्षे वदति वा तर्जन्यवत् नास्ति तद् तु सत्यम् इदानीं पश्यामः रूपाणि ईशतां इषत वा तत् तदेव वा इष्ट एकनिमिष प्रत्यय ईशतां इषत खलु तद् एवं भगिनी कृतवती इशाताम् ई इशाताम् इति इदानीम् अपक्षे इत्युक्ते ई साताम् इति भवति किल तत्र ग्रहधातुः अपि सेट् वा ग्रहधातुः सेट् इति चिन्तयामि अथवा अर्धधातुकस्य वडा देहे इत्यस्य कार्यमेव न भवति किल सेट् सेट् स्टेट् अस्ति अग्रहयुग ई अग्राही इति भवति अग्राही इति अग्र इदानीम् अग्रे अग्रहयुग इशातां तत्र किमस्ति तत्र अग्र इशतां तत्र भगिनि चिन्वत् अपक्षे अतोपदायाः इति प्रसक्ति चिन्वत् चिन्वत् अपक्षे अपि अस्ति किमर्थम् इत्युक्ते तत्र चिन् एव प्रत्ययः किल प्रथमपुरुषे एकवचने हित् अस्ति अतः अतोपदायाः इत्युक्ते प्रसक्तिः अस्ति एकवचने अवश्यमस्ति द्विवचने अग्रः योगः इशातां महोदय ई साताम् ई अर्धधातुकस्य वल्लादेः इत्यनेन इदानीम् इकारः आगच्छति अतः सूत्रं किं विशिष्टसूत्रं गृहदीर्घलि दीर्घः केवलम् अर्धतीर्घः इत्यनेन वीतीडागमः दीर्घं भवति इति महाभाष्ये अग्रहीशातां सत्यम् अग्रहीशातां सत्यम् अग्रह ईशत अग्र ईशत इति भवति अग्र अग्रः योग इष्टाः एकनिमिषः अग्रहीष्टाः इति भवति अग्रहीष्टाः अग्रे अग्रः योग अग्रही अग्रहीशाताम् अग्रे अग्र अग्रही अग्रहीध्वम् अग्रहीध्वं किमपि एकं सूत्रमस्ति एकनिमिषः तत्र किमस्ति तत्र अग्रही अग्रहीध्वम् अग्रहीध्वम् इति विभाषेटः भवति वा विभाषेटः ऐतरेण आम् सत्यं तत्र भवति अग्रही भवति अग्रहीत्वम् अग्रहीत्वम् अग्रहीत्वम् अग्रहीषि अग्रहीषि भवति अग्रहीष्वहि अग्रहीष्वहि सत्यम् सत्यं सर्वत्र दीर्घः भवति ग्रहो लिटि दीर्घः इत्यनेन आर्धधातुकस्य इट् वलादेः इत्यस्य प्रसक्तिः अस्ति अतः दीर्घता भवति एव धन्यवादः महोदय अग्रे सरामः श्रीवल्ली भगिनि आं भगिनि अधुपदा भगिनि अधुपदमकारान्तदातवः एकात् उपदेशे अनुदात्तात् इति सूत्रेण यः धातुः अनुदात्तः अस्ति सः अनिट् निष्कर्षः एवं यत् एकाच् धातुषु अनुदात्ताः अनिटः उदात्ताः स्वरिताः च सेटः एकाच उपदेश अनुदात्तात् इति सूत्रेण यः धातुः अनुदात्तः अस्ति स च धातुः अनिट् भवति यत् एकाच् धातुषु अनुदात्ताः अनिटः उदात्ताः स्वरिताः च सेटः एकाच उपदेशे अनुदात्तात् यः औपदेशिकधातुः एकाच् अपि अनुदात्तः अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति एकाचः पञ्चम्यन्तम् उपदेशे सप्तम्यन्तम् अनुदात्तात् पञ्चम्यन्तं त्रिपदमितं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे एकाचः अनुदात्तात् धातोः अङ्गात् न इट् न भवति भगिनि उपदेशे एकाचः अनुदात्तात् धातोः अङ्गात् न इट् प्रथमबिन्दुः परः इत् सङ्गकः चेत् तर्हि तस्य अनुदात्त उदात्तस्वरित इत्येतिः वर्गैः पदव्यवस्था ज्ञायते द्वितीयबिन्दुः स्वरः इत्सञ्ज्ञकः नास्ति चेत् तर्हि तस्य अनुदात्त उदात्तस्वरित इत्येतिः वर्गैः इद्व्यवस्था ज्ञायते स्वरः इत्सञ्ज्ञकः चेत् स्वरः इत्सञ्ज्ञकः चेत् तत्र पदव्यवस्था इत्युक्ते किम् तस्य अनुदात् उदात्त स्वरित इत्येभिः वर्गे पदव्यवस्था ज्ञायते पदव्यवस्था इत्युक्ते अर्थं न जानामि पदम् अनुदात्तनित आत्मनेपदं स्वरितनित उभयपदस्य किं भवति स्वरितनित कर्तृभिप्राये क्रियाफले तत् सूत्रम् परस्मैपदम् उदात्तस्य तु शेषपरस्मैपदम् इत्युक्ते उदात्तः परस्मैपदम् उदात्तः परस्मैपदम् इति न उक्तं परन्तु फलितार्थः तादृशम् आगच्छति पदव्यवस्था इत्युक्ते तदेव इत्संज्ञकः स्वरः अस्ति चेत् अनुदातः अस्ति चेत् आत्मनेपदं, स्वरितः अस्ति चेत् उभयपदं, शेषः इत्युक्ते उदात्तः परस्मैपदम्. स्वरः इत्सङ्गः नास्ति चेत् इद्यवस्था ज्ञायते. अवशिष्टस्वराः इदानीं यत् स्वरः इत्सञ्ज्ञकः भवति तस्य वयं पदव्यवस्था जानीमः. यदा तत्र अवशिष्टस्वराः सन्ति अथवा इत्सञ्ज्ञकस्वराः एव नास्ति चेत् तस्य इड् व्यवस्था ज्ञायते. अग्रे अपि धातुषु अतः अधस्तात् या रेखा दृश्यते यथा आ अनुदात्त इति सा रेखा अचः अनुदात्तत्वं सूचयति. आस इति उपवेशनि इत्यस्मिन् धातौ सकार उत्तरवर्ति यः अकारः अस्ति सः अकारः अनुदात्तः इति अतः तं चिह्नं सूचयति. धातुषु अचः उपरिष्टात् या रेखा दृश्यते यथा आ उपरि रेखा दृश्यते इति तत् तया अचः स्वरितत्वं सूचयते. यथा दुपचष् पाके इत्यस्मिन् धातौ चकारोत्तरवर्ति यः अकारः अस्ति सः अकारः स्वरितः इति उपरिस्थं चिह्नं सूचयति. उपरिचिह्नम् अस्ति चेत् परः स्वरितः, अधः चिह्नम् अस्ति चेत् अनुदात्तः, उपरि अपि नास्ति अधः अपि नास्ति तर्हि सः स्वरः उदात्तः. यथा वस इति धातौ वकारोत्तरवर्ति यः अकारः अस्ति तस्य अधः चिह्नम् अस्ति अतः सः अकारः अनुदात्तः. परन्तु शिशा धातौ शकारोत्तरवर्ति यः इकारः अस्ति तस्य उपरि अपि अधः अपि चिह्नं नास्ति अतः सः इकारः उदात्तः. धातुषु यः अतः अतः रेखा अस्ति रेखा दृश्यते इति अनुदात्तत्वम्. उदाहरणं दत्तमस्ति आस इति सकारस्य अतः रेखा अस्ति सकार उत्तरवर्ति अकारस्य अनुदात्त अनुदात्तः अस्ति. अनन्तरं स्वरिता इति धातुषु अतः उपरिष्टात् या रेखा दृश्यते तया अतः स्वरितत्वं सूचयति. उदाहरणं दुपचष् दुपचष् पाक इत्यस्मिन् धातौ चकार उत्तरवर्ति अकारस्य उपरि रेखा दृश्यते इति स्वरितः अस्ति स्वरः स्वरितः. उपरि अपि नास्ति अधः अपि नास्ति चेत् सः स्वरः उदात्तः. उदाहरणं दत्तमस्ति वक इति तावत् वकारोत्तरवर्ति यः अकारः अस्ति तस्य अधः चिह्नम् अस्ति अतः अनुदात्तः. परन्तु शिशा इति धातौ शकार उत्तरवर्ति इकारः अस्ति इकारः उपरि चिह्नं रेखा नास्ति अतः चिह्नं नास्ति अतः सः इकारः उदात्तः इति इकारस्वरः उदात्तः इति समीचीनं. तावदेव उदात्तस्वरित अनुदात्तः एकाच् अनुदात्तः अस्ति चेत् अनित् उदात्तः वा स्वरितः वा अस्ति चेत् सेट्. तस्मिन् विषये इतोपि एकः पाठः अस्ति इड् व्यवस्था इति, परन्तु इदानीम् अत्र आवश्यकता अस्ति इति कृत्वा वयं पश्यामः. धन्यवादः भगिनी. तत्र उषा भगिनी पठतु. नो धात् उपदेश न उदात्त इति भवेत्. न उदात्त उदात्त उपदेशस्य म अन्तस्य अन् अचमेः अनाचमेः न उदात्त उपदेशस्य म अन्तस्य नाचमेः. उपदेश अवस्थायाम् उदात्त मकारान्तधातोः उपदायाः वृद्धिः न भवति चिणि नित् नित् कृत् प्रत्यये परे च नित् प्रत्यये परे च आपूर्वकछं दातुं वर्जयित्वा आपूर्वकछं दातुं दट् इस् दि आचर्य आपूर्वकछं दातुं वर्जयित्वा उदात्त उपदेशे यस्य सः उदात्त उपदेशः बहुव्रीहिः म अन्ते यस्य सः मान्तः बहुव्रीहिः तस्य मान्तस्य न आचमिः अनाचमिः तस्य अनाचमेः न अव्ययम् उदात्त उपदेशस्य षष्ट्यन्तं मान्तस्य षष्ट्यन्तम् अनाचमेः षष्ट्यन्तम् अनेकपदमिदं सूत्रम् मृजेर् वृद्धिः इत्यस्मात् वृद्धि इत्यस्य अनुवृत्तिः अथ उपदायाः इत्यस्मात् उपदायाः इत्यस्य अनुवृत्तिः अचोञ्ज् मिति इत्यस्मात् नित् नित् नितिनिति इत्यस्य अनुवृत्तिः धातो युक् चिन्कृतोः इत्यस्मात् चिन्कृतो इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् उदात्त उपदेशस्य म अन्तस्य अङ्गस्य उपदायाः वृद्धिः न इति निति प्रत्यये परः चिण् कृतोः अपि अनाचमेः अनुवृत्तिसहितसूत्रं वदति उदात्त उपदेशस्य सो यः धातोः स्वरः इत्संज्ञकः उदात्तः भवति अपि तु म अन्तस्य अङ्गस्य म अन्तस्य अङ्गस्य नाट् धातु म अन्तस्य अङ्गस्य उपदायाः अङ्ग म अन्तस्य अङ्गस्य उपदायाः धातुः एव मकारान्तधातुः एव उपदेश अवस्थायाम् उदात्त मकारान्तधातोः उदात्त मकारः अस्तु भगिनि मकारान्तधातोः सो उपदेशस्य धातोः कृते उप उदात्त चिह्नः अस्ति अपि तु म अन्तस्य धातोः अङ्गस्य उपदायाः वृद्धिः भवति वृद्धिः न भवति इति चिह्नं नास्ति आं सत्यं सत्यम् उदात्तस्वरः उदात्तस्वरः अस्ति या उपदायाः वृद्धिः न भवति इति निति अथवा चिन् प्रत्ययः परः अस्ति अथवा कृत् कृत् प्रत्ययः परः अस्ति चेदपि वृद्धिः नास्ति इति उक्तम् ओके चिन् कृतोः अनाचमेः अपि तु चं धातोः अपि आपूर्वकचं धातोः अपि वर्जयति तदपि एकः एव एका चैव अस्ति प्रायः उदात्तः उदात्तस्वरः भवेत् तत्र एषः नियमः न प्रचलति विधिः न प्रचलति इत्युक्ते वृद्धिः भवति वृद्धिः भवति चम् आचम् इत्यस्य कृते सत्यम् अवगतं किल तत्र द्वयमपि अस्ति उपदेशस्य धातोः कृते उदात्तः मीन्स् उपरि नास्ति अधः अपि नास्ति चिह्नं नास्ति देन् मकारान्तधातोः उपदायाः वृद्धिः न भवति सो अकारवृद्धिः अथ उपदायाः इत्यनेन वृद्धिः न भवति इति सत्यं यत्र यत्र अस्य प्रसक्तिः अस्ति चेत् अथ उपदायाः इत्यस्य प्रसक्तिः तत् बाधितं न उदात्त उपदेशस्य मान्तस्य अनाचमेः इति सूत्रेण बाधितं भवति अग्रे पठामि वा भगिनि अनाचमि कमि वमीनाम् इति वक्तव्यं वार्तिकं भवति अनाचमि कमि वमीनाम् इति वक्तव्यं न उदात्त उपदेशस्य मान्तस्य नाचम् मान्तस्य अनाचमेः इति सूत्रे अनाचमिकम् अनाचमिकम् इव इवम् ईनाम् अनाचमिक अनाचमिक मिव मीनाम् अनाचमिक अनाचमिकमि वमीनाम् ओ दट्स् वाट् हियर् अनाचमिकमि वमीनाम् इति वक्तव्यं देर् अनाचमिकमि वमीनाम् इति वक्तव्यम् आसीत् न तु केवलम् अनाचमेः अनेन आचं कं वम् इति त्रीन् धातून् ओके आचं कं वम् इति त्रीन् धातून् वर्जयित्वा उदात्तमकारान्तधातूनाम् उपादायाः वृद्धिः निषेधः चिणि णित् णित् कृत् प्रत्यये परे ओके सो आचम् इति एव नास्ति आचम् अपि च कम् अपि च वम् कं वम् अपूर्वकं नास्ति आचं कं वम् इति त्रीन् धातून् वर्जयित्वा उदात्तमकारान्तधातूनाम् उपादायाः वृद्धिः निषेधः भवति परः चिन् अथवा नित् नित् कृत् प्रत्यये परः अस्ति चेत् ओके चत्वारः अनुदाताः मकारान्तदातवः सन्ति गं रं नं यं गं रं नं यम् अनुदात्तत्वात् ते च अनिटः अनुदात्तचिह्नं ओके अनुदात्तत्वात् ते च अनिटः अनुदात्तत्वात् च तेषां न उदात्त उपदेशस्य मान्तस्य अनाचमेः इति सूत्रेण उपदावृद्धिः निषेधः न भवति अनुदात्त ओके निषेधः न भवति तदा अनाचमिकमि वमीनाम् इति वक्तव्यम् इति वार्तिकेन आचं कं वम् इति त्रयः धातवः यद्यपि शेटः तथापि तेषाम् उपदावृद्धिः निषेधः न भवति ओके अवशिष्टाः सर्वे मकारान्ताः शेटः दातवः ये तेषाम् उपदावृद्धिः निषेधः भवति ओके गं रं नं यम् अनुदात्तत्वात् चत्वारि धातोः ते च अनिटः अनिटः अस्ति चेत् न उदात्त उपदेशस्य मान्तस्य नाचमेः इति सूत्रेण उपदावृद्धिः उपदावृद्धिनिषेधः न भवति सो उपदावृद्धिः अस्ति उपदावृद्धिः अस्ति गम् रं नं यम् इत्यस्य कृते उपदावृद्धिः अस्ति ओके देन् तदा अनाचमिकमि वमीनाम् इति वक्तव्यम् इति वाटिकेन आचं कं वम् इति त्रयः दातवः यद्यपि शेटः यद्यपि शेट् भवति तथापि तेषाम् उपदावृद्धिनिषेधः न भवति इत्यस्य कृते अपि उपदावृद्धिः भवति ओके अवशिष्टाः सो गं रं नं यम् आचं कं वं सप्तधातोः कृते उपदावृद्धिः अस्ति अवशिष्टाः सर्वे मकारान्ताः सेटः दातवः ये तेषाम् उपदावृद्धिः निषेधः भवति केवलं तेषामेव वृद्धिनिषेधः गम् धातोः रूपाणि परिशीलनीयानि गम् गम् इति ओके अनुदात्तत्वात् अनिट् सो उपदानिषेधः उपदावृद्धिनिषेधः नास्ति सो गम् योगः चिन् इत्यस्य कृते उपदावृद्धि अस्ति सो अगम् योगः दिस् इस् अनिट् धातुः सो ई सातां सत स्थाः सातां द्वं सी स्वकी स्मकि ओके अगं योगः इकारः अगं योगः इ उपदा वृद्धिः भवति अत उपदायाः इत्यनेन वृद्धिः भवति अगम् इति अगाम् इति भवति अगां योगः इ अगामि इत्येव भवति अगामि सो देन् अगं योगः साताम् साताम् इत्यस्य कृते उपदा वृद्धिः नास्ति चिन्वद्भावः नास्ति चिन्वद्भावः नास्ति अगं योगः साताम् अगं योगः साताम् अत्र अगं साताम् नो समदर्सूत्रशुल्कम् अगं साताम् अपदान्तः वाट् इस् द नेक्स्ट् न न वाट् इस् द नश्चापदान्तस्य जलि जल् जल् आम् सकारः जल् अस्ति वा सकारः जल् जल् आम् साताम् सो नश्चापदान्तस्य जलि इत्यनेन मकारस्य अनुस्वारः भवति अगं साताम् देन् नश्चापदान्तस्य जलि अण्ड् देन् अनुस्वारस्य ययि परसवर्णः नो नो देर् इट्स् नाट् देर् सो अनुस्वाररूपमेव तिष्ठति अगं साताम् अगं साताम् अगं सत अगं स्थाः अगं स्थाः तकार तकार तथैव रूपं भगिनि अगं स्थाः अगं स्थाः अगम् अनुस्वारम् अगं साताम् अगं द्वम् अगं द्वम् अगम् अगंसि अगं द्वं द्वम् अपि ओ जल् जल् ओके ओके अगंसि अगं स्वहि अगं अगं स्महि तत्र अगं अगं योगः द्वं तत्र दकारः ययि अस्ति वा ययि अस्ति भगिनि कपचट सो अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य मकारं भवति अगं द्वम् अगन्द्वं नकारः नकारः भवति सत्यम् केवलं तदेव कार्यं तत्र किमपि कार्यं नास्ति अत उपादायः प्रथम एकवचने भवति प्रथमपुरुषे एकवचने अन्यत्र सर्वत्र नश्चापदान्तस्य जलि एकस्मिन् एव स्थले अनुस्वारति तावदेव धन्यवादः विद्याभगिनी आचं रूपं साधयति वा तत्र चिन्वत् चिन्वत् अपक्षे इति नास्ति किमर्थम् इत्युक्ते स्यासित् स्यूट् इति सूत्रे जन ग्रह दृश अजन्तदातवः एव कम् चम् आचम् इति सर्वं जन् ग्रह दृश अनन्तरं किम् अस्ति अजन्तदातुषु नास्ति अतः चिन्वत् पक्षे अपक्षे इति नास्ति एकमेव एकमेव एकः एव पक्षः विद्या भगिन्याः ध्वनिः न सम्यक् न प्रायः अहं म्यूट् मध्ये भवामि आचम् अकं वम् इति त्रयः धातवः यद्यपि सेटः तदापि तेषाम् उपदवृद्धिः निषेधः न भवति अतः तत्र आचाम् इति भवति वा महोदय उपद सत्यम् आचम् योगः इ तत्र आचामि सत्यम् आचामि सत्यम् आचामि अनन्तरं सर्वत्र अत्र वृद्धिः भवति एव आचामि आचामिसाताम् तत्र वृद्धिः भवति वा आचं योगः इशाताम् आचं योगः इशाताम् तत्र वृद्धिः भवति वा सत्यं परन्तु इशाताम् इति तत्र केवलम् आर्धधातुकप्रत्ययः अस्ति अत्र अथ उपादायः इत्यस्य प्रसक्तिः नास्ति अवगतं वा अतः तत्र तत्र वृद्धिसम्भावना एव नास्ति अतः तस्य निषेधस्यापि सम्भावना नास्ति केवलं वर्णमेलनम् आचमिषाता आचम् आचम् इति भवति आ इति उपसर्गः आयोगः अचम् अचम् इति अडागमः आयोगः आटश्च वृद्धिः आचम् योगः इशाताम् अस्तु इदानीं तत्र अस्माकं किं सूत्रमासीत् तद् अथ उपादायाः इत्यस्य प्रसक्तिः अस्ति वा इति प्रश्नः अथ उपादायाः इत्यस्य प्रसक्तिः अत्र नास्ति अथ उपादायाः ङित् प्रत्यये परे एव कार्यं करोति किल इशाताम् इति ङित् अपि नास्ति ङित् अपि नास्ति अतः केवलं वर्णमेलनम् सत्यं तत्र चिन् इति अस्ति अतः ङित् अस्ति अतः अथ उपादायः इत्यस्य कार्यम् सत्यम् आचमि शाता ह्रस्वं ह्रस्वं दीर्घं नास्ति अचमि शाता अत्रापि वर्णमेलनमेव सत्यम् इत्वा अचमित्वम् अत्र आचमि आचमीषि इति भवति आचमीषि इति भवति सम्यक् आचमिषि आचमिष्वहि आचमिष्महि सम्यक् सर्वत्र वर्णमेलनमेव अत्रापि किमपि कार्यं नास्ति तत्र अवशिष्टदातवः इति यद् अस्ति शम् धम् तम् इति धातुः तत्र एव अस्माकम् एतद् न उदात्त उपदेशस्य इत्यस्य प्रसक्तिः अनेन अथ उपादायः इत्यनेन यद् कार्यं भवति तद् न भवति अनेन निषिद्धं भवति अस्तु, अरुणा भगिनी तद् वदति वा, तद् अनन्तरं वयं समापयामः. शं दातु. ओके भगिनि, प्रयत्नं करोमि. शं दातु शेत् अस्ति भगिनि. सत्यं, शेट् एव सत्यम्. एकाच शेट् अस्ति. शं योगः चिन्नद्भाव अस्ति भगिनि, अतः चिन् चिन् चिन् एव, केवलं चिन् शं योगः इ शामि भवति. सत्यं. शामि शं योगः इषतां शमिषतां. दीर्घ भवति भगिनि, न भवति न भवति, तदेव निषेधं किल अनेन सूत्रेण. न नो धात उपदेशस्य मान्तस्य अनाचमेः इति सूत्रेण निषिद्धं. नो वृत्ति शमिषत सूत्रेण निषेधः न भवति खलु महोदय? तत्र प्रथमपुरुषे एकवचने एव निषेधः. यत्र अथ उपादायाः इत्यस्य प्रसक्तिः अस्ति तत्र निषेधः. प्रसक्तिः एव नास्ति चेत् निषेधः अपि नास्ति. अशमिषाताम् अशमिषत एव सत्यं. मध्यम पुरुष अशमिष्टाः अशमिषाताम् अशमध्वम् अशमिषि अशमशि अशमश्चुवहि अशमश्महि. समीचीनं, तदेव रूपं रूपं किञ्चित् क्लिष्टमस्ति परन्तु तदेव रूपम् अस्तु. तत्र अग्रे तु जन वध वध इति धातुः अस्ति, सूत्रमपि अस्ति. अग्रिमसप्ताहद्वयम् अहं तु न आगमिष्यामि. 22nd फस्ट् मार्च्. परन्तु भवन्तः किञ्चित् आगत्य एषः पाठः एव एकवारं पुनः पठन्तु. तत्र बहूनि सूत्राणि, नूतनसूत्राणि वयम् अधीतवन्तः. अतः तत्र रिमैण्डर् पत्रमपि न आगच्छति. लिङ्क् अद्य अहं प्रेषितवती किल, द लिङ्क् ऐ हेड् सेण्ट् टुडे, तदेव उपयुज्य भवन्तः पञ्चजनाः आगत्य पठन्तु. रेकार्डिङ्ग् कुर्वन्तु अथवा न कुर्वन्तु, भवन्तः इच्छा एव. परन्तु किञ्चित् पुनः एकवारं पठन्तु, तत्र नूतनप्रश्नाः अपि आगच्छन्ति यदा पठन्ति चेत् सूत्राणि. अहम् अष्टमदिनाङ्के मार्च् 8 पुनः आगत्य वयं पाठस्य अनुवर्तनं कुर्मः. इतोपि किञ्चित् एव अवशिष्टः, परन्तु तद् वयं तस्मिन् अष्टमदिनाङ्के आगत्य करोमि. अवगतं वा? आं भगिनि, दिस् लेसन् नीड्स् सो मेनी टैम्स्. स्वयं पठामः चेत् वयं न पठामः, अस्माकं कृते बहूनि गृहकार्याणि सन्ति. अतः यदा वर्गे आगच्छामः चेत् वयं सर्वे किञ्चित् प्रोत्साहिनः भवामः. अण्ड् वी विल् गेट् न्यू क्वश्चन्स् आल्सो. अस्ति चेत् किञ्चित् लिखित्वा स्थापयन्तु, वयं पुनः चर्चयिष्यामः. एक्साम् परीक्षा सिलबस् इति किमपि नास्ति, अतः वि केन् टेक् इट् वन् अट् अ टैम्. आं भगिनि, अस्तु वा? तद् रघुपतिमहोदयमपि सूचयिष्यन्तु, सः गतवान् शीघ्रम् अद्य. देर् विल् नाट् बि एनी रिमैण्डर् लेटर्स् अद्य. यत् अहं प्रेषितं, जस्ट् सेव् इट् फार् द लिङ्क्. अस्तु वा? अस्तु भगिनि, धन्यवादः भगिनि, नमस्कारः, धन्यवादः.